नमस्कारः. अद्यतन पाणिनीय व्याकरणवर्गे चिन्तनवर्गे अस्माकं विषयः अस्ति धातुपाठे हल् सन्धिः अभ्यासः. गतसप्ताहपर्यन्तं वयं अत्र रेफवकारान्त धातूनां कृते अत्र कार्याणि कीदृशानि भवन्ति इति वयं दृष्टवन्तः. तस्मिन्नेव विषये अत्र किञ्चित् सुबन्तविषये अपि चर्चितवन्तः. अद्य पुनः सुबन्तविषये किञ्चित् चर्चयामः. अत्र करपत्रे एकवारमत्र सुप्रत्ययाः संख्यया एकविंशति ते चेते तत्र एकवारं दृष्ट्वा अग्रे गच्छेम. विद्याभगिनी भवती आरम्भं करोति वा? आम्, सुप्रत्ययः संख्याया एकविंशतिः ते च एते सु औ जस् अम् औच्छष्टाभ्यां बिस् नेभ्यां भ्यस् नसीभ्यां भ्यस् नस् ओस् आम् नि ओस् सुप् इति अस्ति. तत्र अनुबन्धलोपानन्तरं स औ अस् अम् औ अस् आभ्यां भिस् एभ्यां भ्यस् अस्भ्यां भ्यस् अस् ओस् आम् इ ओस् सु इति अस्ति. वयं तु जानीमः एव तत्तु, परन्तु अद्यतनवर्गे तेषाम् उपयोगः भवति इति कृत्वा एकवारं पुनस्मरणार्थमेव. इदानीं किं कुर्मः? अत्र षष्ठमबिन्दुः अस्ति किल भगिनि, यमा भगिनि, अस्ति वा भगिनि? अत्र षष्ठमबिन्दुः अस्ति किल, सुबन्तेषु हल् सन्धि अभ्यासः इति. अत्र तस्मात् आरभ्य एकवारं पठेम भगिनि. अर्धवदधातुरप्रत्ययप्रातिपदिकं तस्मात् आरभ्य. अस्तु महोदय, पठामि. अर्थवदधातुरप्रत्ययप्रातिपदिकम् इति संज्ञासूत्रमस्ति. अर्थवत् शब्दस्वरूपं यत् धातुः प्रत्ययः प्रत्ययान्तं च नास्ति तस्य प्रातिपदिकसंज्ञा भवति. अर्थः अस्य अस्ति इति अर्थवत् मतुप्रत्ययः, न धातुः अधातुः, न प्रत्ययः अप्रत्ययः, नै तत्पुरुषः. अर्थवत् प्रथमान्तम्, अधातुः प्रथमान्तम्, अप्रत्ययः प्रथमान्तम्, प्रातिपदिकं प्रथमान्तम्, अनेकपदमिदं सूत्रम्. सूत्रं स्वयं पूर्णं. अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम्. तर्हि प्रातिपदिकसंज्ञा नामकरणमस्ति इदं सूत्रम्. प्रातिपदिकसंज्ञा कुत्र भवति इति चेत् तत्र अर्थः भवेत्, अपि च तत्र शब्दः धातुः न भवेत्, अपि च प्रत्ययः वा प्रत्ययान्तं च मास्तु इति. तादृश पदसमूहः प्रातिपदिकम् इति वदामः. अग्रे अपि पठामि वा महोदय? एकमेकं कृत्वा कुर्मः भगिनि. अद्य विद्याभगिनी द्वितीयं पठति वा? कृत्तद्दितसमासाश्च कृदन्ताः तद्दिताः समासाः च अपि प्रातिपदिकसंज्ञकाः. कृच्च तदितश्च समासश्च कृत्तद्दितसमासाः इतरेतरद्वन्द्वः. कृत्तद्दितसमासाः प्रथमान्तं च अव्ययपदं द्विपदमिदं सूत्रम्. अर्थवतधातुर् अप्रत्ययः प्रातिपदिकम् इत्यस्मात् अर्थवत् प्रातिपदिकम् इत्यनयोः अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अर्थवन्तः कृत्तद्दितसमासाः च प्रातिपदिकानि. अत्र यत्र प्रत्ययान्तमस्ति तत्र कृत्तद्दितसमासाश्च इति सूत्रेण प्रातिपदिकसंज्ञा भवति. अत्र कृदन्ताः तद्दितान्ताः समासाः च अपि प्रातिपदिकसंज्ञकाः इति अस्ति. एतदपि प्रातिपदिक द्वितीयं विधायकं सूत्रम्. अत्र अनुवृत्तिसहितसूत्रमस्ति, अर्थवन्तः कृत् अतीतसमासाः च प्रातिपदिकानि. अत्र अर्थवत् इति अर्थवत् अधातुर् अप्रत्ययः प्रातिपदिकम् इत्यस्मात् अत्र अनुवृत्तिः अस्ति. तर्हि कृदन्ताः समासाः तद्धिताः प्रातिपदिकानि अर्थवन्तः चेत् अत्र न स्पष्टीकरणार्थं पृच्छामि. प्रत्ययान्तं च नास्ति इति प्रथमसूत्रे पठितवन्तः, परन्तु तादृशप्रत्ययान्तः यत्र कृदन्तः वा तद्धितान्तः वा अपि च समासाः भवतु तत्र ते अपि प्रातिपदिकसंज्ञाः भवन्ति इति अस्मिन् सूत्रे प्रायः. अहं न जानामि समासस्य विषये अत्र प्रत्ययान्तं भवति वा न वा इति, परन्तु पूर्ण अत्र पदद्वयं तु अत्र प्रत्ययान्तं न भवति किल, यदा प्रत्ययं योजयामः तदानीमेव प्रत्ययान्तं भवति किल. अत्र समासः अपि तत्र धातुतः भिन्नविषयः अस्ति, तत् भिन्नविषयः. अतः एव किल कृदन्ताः तद्धितान्ताः इति योजितमस्ति एतेन सूत्रेण. नो चेत् बहवः प्रातिपदिकाः धातुतः एव उत्पन्नाः किल, परन्तु इदानीम् अत्र समासः इत्युक्ते पदद्वयं वा पदत्रयं वा यत्किमपि भवति अत्र अन्तिमपदं यदस्ति तस्य अनन्तरं प्रत्यय योजयामः पदनिर्माणार्थं किल भगिनि. यथा देवस्य आलयः देवालयः इति भवति, परन्तु तत्र प्रातिपदिकम् इति देवालयः इति देवालयः इति प्रातिपदिकं तत् प्रातिपदिकमस्ति इति अहं चिन्तयामि. अतः तत् तस्य प्रत्ययान्तं न भवति इति अत्रापि सर्वत्र कृदन्तः तदितान्तः समासः तत्रापि प्रत्ययान्तं किमर्थं चेत् यदि समासः अस्ति तत्र पदं भवति सुप्तिङन्तं पदम् इति पदं भवति, परन्तु तत्र समासः अस्ति चेत् यदि वयं भवत् चक्षुः इति स्वीकुर्मः चेत् तत्र भवतः चक्षुः इति भवच्चक्षुः भवतः चक्षुः तत्र लुक् भवति इति कृत्वा तत्र यद्यपि लुक् अस्ति तथापि तत्र प्रत्ययलक्षणम् इति कृत्वा तत्र प्रत्ययान्तम् इति. न न प्रथमपदस्य तादृशमस्ति भगिनि, परन्तु पूर्णतया मिलित्वा अत्र अन्ते प्रत्ययः नास्ति किल, तदानीमेव प्रातिपदिकं भवति उभयत्र प्रातिपदिकसंज्ञा इति. यत्किमपि भवतु समासस्य विषये वयम् अग्रे पठामः, केवलं चिन्ता मास्तु, परन्तु अहं चिन्तयामि अत्र समासस्य विषये यदा पदद्वयं मिलित्वा अत्र देवस्य आलयः यथा भगिनी उक्तवती अत्र देवयोगः आलयः किल, अत्र देवालय इति नूतनप्रातिपदिकम् इति चिन्तयामि. तदनन्तरम् अत्र प्रत्ययान् योजयित्वा अत्र विभक्तिरूपाणि वयं साधयामः किल. अपि च अन्यप्रश्नः अपि अस्ति महोदय, अत्र वयं सप्तविध प्रत्ययाः जानीमः, परन्तु अत्र केवलं कृदन्ताः तदितान्ताः एव उक्तमस्ति, परन्तु स्त्रीप्रत्ययाः नो चेत् सन्नन्ताः धातु न विकरणप्रत्ययाः न आगच्छन्ति, परन्तु स्त्रीप्रत्यय योजनेन अपि प्रातिपदिकं भवति, अपि च सन्नन्त योजनेनापि प्रातिपदिकम् आयाति. तद् अहं न जानामि भगिनि, प्रायः यदा वयं सुबन्तप्रक्रिया विषये वयं चर्चयिष्यामः प्रायः तस्मिन् समये वयं प्रायः ज्ञातुं शक्नुमः. इदानीं तु अत्र अस्माकं केवलं चर्चा आगतः, अतः एव किञ्चित् तत्तु समीचीनमेव, परन्तु वयं जानीमः बहवः शब्दाः धातुतः एव व्युत्पन्नाः, अतः एतस्य सूत्रस्य प्रसक्तिः अस्ति, नो चेत् न्यूनाः शब्दाः एव प्रातिपदिकसंज्ञकाः भवितुमर्हन्ति किल. परन्तु अत्र अन्ये प्रत्ययाः ये सन्ति तेषां विषये किं भवति इति प्रायः सुबन्तप्रक्रियायां, यथा इदानीमेव विद्याभगिनी अपि उक्तवती समासस्य विषये अपि इदानीं वयं न चर्चयिष्यामः, तादृशमेव अत्रापि. अत्र उनादिप्रत्ययाः अपि सन्ति, बहवः भिन्नाः प्रत्ययाः सन्ति किल, तेषां विषये किं भवति इति तु अन्यविषयः. अस्माकं कृते अत्र कृदन्तमिति दत्तमस्ति, किमर्थम् इत्युक्ते वयं क्विप् क्विप् प्रत्ययं योजयित्वा अत्र किञ्चित् कार्यं कृतवन्तः. तस्य कृते प्रायः महोदयः अस्मिन् करपत्रे योजितवान् एतद् सूत्रमिति चिन्तयामि, नो चेत् अत्र कथं वा क्विप् योजनानन्तरं अत्र गृ इत्यस्य प्रातिपदिकसंज्ञा भवति इति, गृयोगः क्विप् यदा कुर्मः तत्र तस्य प्रातिपदिकसंज्ञा कथं वा भवति इति प्रश्नः आगच्छति किल, अतः एव प्रायः महोदयः अस्मिन् करपत्रे योजितवान्. पूर्णतया वयम् अग्रे गत्वा यथा सुबन्तप्रक्रियाविषये चर्चयिष्यामः प्रायः तस्मिन् समये तस्य अवगमनं भवति इति. अस्तु अस्तु, प्रश्नः तु समीचीनमेव, परन्तु इदानीम् अस्माकं ज्ञानं किञ्चित् न्यूनम् अस्ति तावदेव. अस्तु अस्तु भगिनि, अन्य कोऽपि आगतवान् वा? नमस्कारः महोदय, अत्र करपत्रे स्मः महोदय, अत्र सुबन्तेषु हल्सन्धि अभ्यासः इति षष्टमबिन्दुः अस्ति, षष्टः बिन्दुः तत्र. अस्तु महोदय, विद्या भगिनी अग्रे पठति वा? अत्र शी सर्वनामस्थानम् इति प्रथमं कुर्मः भगिनि. किं शी सर्वनामस्थानं तत् प्रथमं कुर्मः? शी सर्वनामस्थानं, शी इति आदेशस्य सर्वनामस्थानसंज्ञा भवति. शी लुप्तप्रथमान्तं, सर्वनामस्थानं प्रथमान्तं, द्विपदमिदं सूत्रं, सूत्रं स्वयं सम्पूर्णं. शी सर्वनामस्थानम् अत्र सूत्रमस्ति, प्रथमसूत्रमस्ति शी सर्वनामस्थानम् इति संज्ञासूत्रमस्ति. अत्र नपुंसकलिङ्गे प्रथमविभक्तौ तत्र सु औ जस् जस् प्रथमविभक्तौ बहुवचने जस् इति प्रत्ययस्य स्थाने शी इति आदेशः भवति. अनन्तरं तत्र द्वितीयविभक्तौ बहुवचने अम् औट् शस् शस् इत्यस्य स्थाने शी इति आदेशः भवति तत्र भिन्नसूत्रेण. तर्हि अत्र उभयत्र प्रथमविभक्तौ बहुवचने अपि च द्वितीयविभक्तौ बहुवचने यत्र शी इति आदेशः भवति तत्र प्रत्ययस्य शी इति प्रत्ययस्य सर्वनामस्थानसंज्ञा इति संज्ञा भवति इति अस्ति सूत्रम्. इदानीमपि अत्र संज्ञासूत्रमेव एतदपि भवती उक्तवती. अस्तु भगिनि, हेमा भगिनि अग्रिमम् अत्र सुडनपुंसकस्य. अस्तु महोदय, सुडनपुंसकस्य साक्षात् अग्रिमसूत्रमस्ति. सुट् प्रत्याहारे सु आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थानसंज्ञा भवति, परन्तु नपुंसकलिङ्गे न. अनुवृत्तिसहितसूत्रं पठामि वा पूर्णतया पठामि? पूर्णतया पठतु. अस्तु, नूतनमस्ति इति कृत्वा. सुट् प्रत्याहारे सु औ जस् अम् औट् इति इमे प्रत्ययाः अन्तर्भूताः, न नपुंसकम् अनपुंसकं नञ् तत्पुरुषः तस्य अनपुंसकस्य. सुट् प्रथमान्तम् अनपुंसकस्य षष्ट्यन्तं द्विपदमिदं सूत्रम्. शी सर्वनामस्थानम् इत्यस्मात् सर्वनामस्थानम् इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रमस्ति सुट् सर्वनामस्थानम् अनपुंसकस्य इति. तर्हि इदं सूत्रं पुनः संज्ञासूत्रमेव अस्ति. सर्वनामस्थानम् इति कुत्र वदामः इत्युक्ते सुट् प्रत्याहारे प्रथमपञ्च प्रत्ययानां स्वीकृत्य तत्र प्रत्ययानां तेषां प्रत्ययानामेव सर्वनामस्थानसंज्ञा भवति, परन्तु केवलं स्त्रीलिङ्गे अपि च पुल्लिङ्गे नपुंसकलिङ्गे न भवति इति सारांशः. अस्तु भगिनि, इदानीम् अत्र मणिमहोदय आहत्य कति सर्वनामस्थानसंज्ञकप्रत्ययाः सन्ति अपि च ते के इति. पञ्च प्रत्ययाः सर्वनामस्थानं भवति, शूतः औट् इति पञ्चवर्ण पञ्चप्रत्ययाः. प्रथमपुरुषे एकवचने, द्विवचने, बहुवचने, अनन्तरं द्विवचने एक द्विवचनं, पञ्चप्रत्ययाः सर्वनामस्थानं भवति श्रीलिङ्गे पुल्लिङ्गे. अनन्तरं प्रथम एकवचने, बहुवचने, द्विवचने अपि द्विविभक्ति, द्विविधविभक्ति बहुवचने, प्रथमविभक्ति बहुवचने नवसलिङ्गस्य सर्वनामस्थानं भवति महोदय. आहत्य सप्त प्रत्ययाः येषां सर्वनामस्थानसंज्ञा भवति इति. अस्तु महोदय, यथा भवान् उक्तवान् अत्र पुल्लिङ्गे नपुं अपि च स्त्रीलिङ्गे प्रथम पञ्च प्रत्ययाः, अपि च नपुंसकलिङ्गे प्रथमाविभक्ति बहुवचनं, द्वितीया विभक्ति बहुवचनं, ये प्रत्ययाः सन्ति तेषाम् अत्र सर्वनामस्थानसंज्ञा भवति इति. एतयोः द्वयोः सूत्रयोः आधारेण नपुंसकलिङ्गे प्रत्ययः नास्ति, परन्तु तत्र आदेशरूपेण शि इति आगच्छति. यथा शि आगच्छति तदानीमेव सर्वनामस्थानसंज्ञा भवति. शि प्रत्ययस्य स्थाने आगच्छति इति कृत्वा शि अपि प्रत्ययः एव. एवं वा? आम्, प्रत्यय आदेशः किल भगिनि. अस्तु, परन्तु अत्र यथा भवती उक्तवती अत्र आदेशस्य एव, न तु जष् षष् द्वयोः सर्वनामस्थानसंज्ञा न भवति. यदा जष् अपि च षष् स्थाने षि आदेशः भवति तदानीमेव द्वयोः अपि सर्वनामस्थानसंज्ञा भवति तादृशम्. अस्तु, इदानीम् अत्र विद्याभगिनी अग्रिमं पठति वा? यचिबं वा? न न, अत्र स्वादिष्वसर्वनामस्थाने अस्ति किल भगिनि. अस्तु, स्वादिष्वसर्वनामस्थाने सर्वनामस्थानसंज्ञकप्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य कप् प्रत्ययपर्यन्तं येषु कश्चन परे अस्ति चेत् पूर्वतनशब्दस्वरूपस्य पदसंज्ञा भवति. इयं पदसंज्ञा केवलं व्याकरणक्षेत्रे न तु लोके. सुओजस् अमौट् इत्यस्मात् आरभ्य उरः प्रवृत्तिभ्यः कप् पर्यन्तम् इमे सर्वे प्रत्ययाः स्वादयः इत्युच्यन्ते. न सर्वनामस्थानम् असर्वनामस्थानं नै तत्पुरुषः तस्मिन् असर्वनामस्थाने. स्वादिषु सप्तम्यन्तम् असर्वनामस्थाने सप्तम्यन्तं द्विपदमिदं सूत्रम्. सुप्तिङन्तं पदम् इत्यस्मात् पदम् इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं स्वादिषु असर्वनामस्थाने पदम्. अत्र सूत्रमस्ति स्वादिष्व असर्वनामस्थाने, स्वादिष्वसर्वनामस्थाने इति सूत्रम्. सूत्रं वदति सर्वनामस्थानक स्थानसंज्ञकप्रत्ययान् अतिरिच्य, इत्युक्ते पुल्लिङ्गे अपि च श्रीलिङ्गे प्रथमपञ्चप्रत्ययाः, नपुंसकलिङ्गे प्रथमभक्तौ बहुवचने अपि च द्वितीयभक्तौ बहुवचने, एतान् अतिरिच्य सुप्रत्ययात् आरभ्य कप् प्रत्ययपर्यन्तं यदि कश्चन प्रत्ययः परः अस्ति चेत् तत्र अङ्गस्य पदसंज्ञा भवति. एतत् तु केवलं व्याकरणलोके न तु लौकिकरूपेण पदसंज्ञा इति. तर्हि अत्र सुओजस् इत्यस्मात् आरभ्य उरः प्रभृतिभ्यः कप् पर्यन्तम् इमे प्रत्ययाः स्वादयः इति उच्यन्ते. अत्र अनुवृत्तिसहितसूत्रमस्ति स्वादिषु अस्सर्वनामस्थाने पदं. स्वादिषु प्रत्ययेषु सर्वनामस्थानकप्रत्ययसंज्ञकप्रत्ययान् अतिरिच्य अन्येषां प्रत्ययानाम् अस्सर्वनामस्थानम् इति संज्ञा भवति. अस्सर्वनामस्थानसंज्ञा भवति प्रत्ययस्य. अपि च तस्मात् पूर्वं यत् अङ्गमस्ति अङ्गस्य पदसंज्ञा भवति. अत्र संज्ञाद्वयं, प्रत्ययस्य असर्वनामस्थानसंज्ञा, अपि च अङ्गस्य तस्मात् पुरतः यः अङ्ग यदङ्गमस्ति तस्य पदसंज्ञा. अपि च यथा भवती उक्तवती, तत्तु व्याकरणक्षेत्रे न तु लोके इति अपि अस्ति. अतः यत्र कुत्रापि पदनिमित्तकार्याणि भवन्ति एतस्य सूत्रस्य उपयोगं प्रायः भवति इति. तद् अत्र अद्य किञ्चित् द्रक्ष्यामः तस्मिन् विषये. इदानीमत्र हेमा भगिनी द्वितीयं पठति वा भगिनि? आं महोदय. अत्र भवान् उक्तवान् अत्र संज्ञाद्वयं विधीयते इति, परन्तु सूत्रतः केवलं पदसंज्ञा एव भवति किल. वयं जानीमः यत्र सर्वनामस्थानसंज्ञा नास्ति तत्र असर्वनामस्थानम् इति भवति इति, परन्तु एतत् सूत्रमेव असर्वनामस्थानम् इति पदसंज्ञा भवति वा तत्र? तत्र असर्वनामस्थानम् इति संज्ञा नास्ति सूत्रेण. प्रायः यथा भवती उक्तवती अत्र, एतेन सूत्रेण तेषाम् असर्वनामस्थानसंज्ञा भवति इति तु न, परन्तु अत्र अत्र किं वदामि, प्रत्ययस्य असर्वनामस्थानसंज्ञा अस्ति एव किल. पूर्वतनसूत्रेण पूर्वतनसूत्रद्वयेन वयं ज्ञातुं शक्नुमः ये प्रत्ययाः सर्वनामस्थानसंज्ञकप्रत्ययाः न, तेषां तु असर्वनामस्थानसंज्ञा अस्ति एव. इदानीम् असर्वनामस्थानसंज्ञकप्रत्ययात् प्राक् यः शब्दस्वरूपः अस्ति तस्य पदसंज्ञा भवति इति. अग्रे यथा भवती उक्तवती, एतेन सूत्रेण तथा नास्ति, परन्तु अत्र इदानीं पर्यन्तं यद्वयं पठितवन्तः तदाधारेण वक्तुं शक्नुमः अत्र प्रत्ययस्य सर्वनामस्थानसंज्ञा अस्ति, अपि च प्राक् यः पद शब्दस्वरूपः अस्ति तस्य पदसंज्ञा अस्ति इति. परन्तु महोदय, तत्र असर्वनामस्थानम् इति पदं प्रथमतया एतस्मिन् सूत्रे एव आगच्छति किल. पूर्वस्मिन् सूत्रे तु सर्वनामस्थानम् इति संज्ञा भवति. तर्हि यत्र अस्ति अन्यत् अस्ति इति वदामः तथा अस्ति. अत्र सर्वनामस्थानसंज्ञा इति तु शी सर्वनामस्थानम् इत्यस्मात् सर्वनामस्थानम् इति आगच्छति. तदनन्तरं सूडनपुंसकस्य इति सूत्रे सर्वनामस्थानम् इति अनुवृत्तिः. तर्हि अस्मिन् सूत्रे तु असर्वनामस्थाने इति प्रथमतया उक्तम्. तत्तु समीचीनमेव, तत्तु समीचीनमेव, परन्तु यथा हेमा भगिनी उक्तवती, एतेन सूत्रेण असर्वनामस्थानसंज्ञा इति न उक्तमस्ति किल भगिनि. असर्वनामस्थानसंज्ञप्रत्ययात् प्राक् यः शब्दः अस्ति तस्य पदसंज्ञा अस्ति एतत् सूत्रं वदति. इत्युक्ते पूर्वमेव सर्वनामस्थानसंज्ञा इत्युक्ते का इति पूर्वतनसूत्रद्वयेन वयं ज्ञातुं शक्नुमः. ये सर्वनामस्थानसंज्ञकप्रत्ययाः न, तेषां तु अत्र किं वदामि, अत्र बै डिफाल्ट् अत्र असर्वनामस्थानसंज्ञा भवति एव किल. वयं तथापि वक्तुं शक्नुमः, वयं स्वादिष्व सर्वनामस्थाने इति सूत्रेण असर्वनामस्थानसंज्ञकप्रत्ययः यत्र अस्ति तत्र पदसंज्ञा भवति इति. तत्र वयं जानीमः, परन्तु तत्र संज्ञा न भवति इति मम चिन्तनम्. यदि वयं पुस्तके अपि पश्यामः अष्टाध्यायीसूत्रपाठे, तत्रापि पदसंज्ञा यत्र दत्तम् अस्ति प्रथमाध्याये चतुर्थपादे सुप्तिङन्तं पदम् अपि च सूत्रद्वयम् अस्ति. तत् विहाय स्वादिष्वसर्वनामस्थाने पदसंज्ञाविधायकसूत्रं चत्वारि दत्तमस्ति. अपि च सर्वनामस्थानसंज्ञा भवति केवलं सूत्रद्वयं, श्रीसर्वनामस्थानम् अपि च सुडनपुंसकस्य इति. ओ अस्तु अस्तु अस्तु, इदानीं तु समीचीनमेव खिल. अस्तु, आं महोदय, धन्यवादः. अग्रे यचिबम् इति अस्ति. यचिबं सूत्रं वदति सर्वनामस्थानसंज्ञकप्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य कप्रत्ययपर्यन्तं ये प्रत्ययाः यकारादयः अजादयश्च एषु कश्चन परे अस्ति चेत् पूर्वतनशब्दस्वरूपस्य भसंज्ञा भवति. य च अच् च यच् समाहारद्वन्द्वः तस्मिन् यचि, यचि सप्तम्यन्तं भ्रं बं प्रथमान्तं द्विपदमिदं सूत्रं स्वादिष्वसर्वनामस्थाने इत्यस्य पूर्णतया अनुवृत्तिः. अनुवृत्तिसहितसूत्रमस्ति स्वादिषु असर्वनामस्थाने यचि बम्. तर्हि इदानीं वयं दृष्टवन्तः पूर्वतनसूत्रे सप्त प्रत्ययान् अतिरिच्य स्वादिषु इत्युक्ते सूतः आरभ्य कप् प्रत्ययपर्यन्तं स्वादयः इत्युच्यन्ते. तत्र असर्वनामस्थाने इत्युक्ते सप्तप्रत्ययान् अतिरिच्य अन्येषां कृते पदसंज्ञा भवति इति. तादृश प्रत्ययेषु यदि प्रत्ययः यकारादयः वा अजादयः वा भवति तर्हि तेषां तयोः प्राक् यत् यः शब्दः अस्ति तस्य भसंज्ञा भवति इति सूत्रं वदति. अस्तु भगिनि, अस्तु. इदानीम् अत्र मणिमहोदय आहत्य किं वक्तुं शक्नुमः, कस्य पदसंज्ञा भवति कस्य भसंज्ञा भवति इति? ध्वनिः ध्वनिः सर्वनामस्थाने यत्र सर्वनामस्थानं भवति तत् विहाय अनन्तरं यत्र अजादि यकारादयः अजादयः अस्ति चेत् नास्ति चेत् तत् प्रत्ययः तस्य पूर्वं सिद्धशब्दरूपस्य पदसमीका भवति. तदेव असर्वनामस्थाने यत्र प्रत्ययः यकारादयः अजादयः अस्ति चेत् तस्य पूर्वं सिद्धस्य शब्दरूपं बसमीका भवति इति महोदय. आहत्य अत्र वक्तुं शक्नुमः वा वलादि प्रत्ययः परः अस्ति, अपि च स च वलादिप्रत्ययः सर्वनामस्थानसंज्ञकप्रत्ययः नास्ति, तस्मात् प्राक् यः शब्दः अस्ति तस्य पदसंज्ञा भवति इति वक्तुं शक्नुमः किल? अत्र हलादिप्रत्ययः न अवगच्छामि महोदय. वलादिप्रत्ययः यदि प्रत्ययः वलादिः अस्ति अपि च सर्वनामस्थानसंज्ञकप्रत्ययः नास्ति तर्हि स च प्रत्ययात् प्राक् यः शब्दस्वरूपः अस्ति तस्य पदसंज्ञा भवति इति वक्तुं शक्नुमः किल? वलादि किमर्थमित्युक्ते अत्र वल् प्रत्याहारे सर्वीयव्यञ्जनानि भवन्ति यकारः यकारं विहाय किल. यदि यकारः यकारादिप्रत्ययः अस्ति तर्हि तस्मात् प्राक् शब्दस्वरूपस्य भसंज्ञा भवति एव. अस्तु इदानीं वलादिप्रत्ययः. अस्तु महोदय, इदानीम् अत्र अग्रे सूत्रमस्ति, तदपि पठतु वा महोदय एकवारम्. आकडारादेश अकडारादेका सम्यका. अस्मात् सूत्रात् आरभ्य कडार कर्मधारये पर्यन्तम् एकस्य रूपस्य एका एव सम्यकार्गः. तत्र सर्वत्र परस्य सम्यकासूत्रस्य बलं विप्रतिषेधे परं कार्यम् इत्यनेन अथवा अपवादत्व अपवादभूतत्वा इति यदि सूत्रं वदति प्रथम अध्याये चतुर्थपाद एक सूत्रम् आरभ्य द्वितीय अध्याये द्वितीय पदस्य षड्विंशति अष्टत्रिंशत् सूत्रं पर्यन्तं अपरादयसम्यका कार्यं करोति. अत्र द्वयोः पदयोः एकः द्वयोः सम्यकः अस्ति चेत् एकः एव कार्यं करोति. तत्तु अप्रतिदे परं कार्यम् इति सूत्रे इति अथवा अपवादभूतत्वा इति एव तस्य कार्यं करोति. अत्र प्रतिषेधे परं कार्यं पूर्वपरदानीम् अत्र इदानीम् अत्र स्वादिष्वसर्वनामस्थाने अपि च यचीभं सूत्रद्वयमपि आकडारादेकासंज्ञा इत्यस्य परिधौ अस्ति वा न वा इति प्रश्नः प्रथमम्. अस्ति महोदय, चतुर्थपदे प्रथमतः द्वितीयस्तः अस्ति किल अकडादेशसम्यक् सः द्वयोः सूत्रयोः मध्ये अपि अस्ति. आहत्य एतेन सूत्रेण वयं किं वक्तुं शक्नुमः, सुप्रत्ययाः ये सन्ति तान् दृष्ट्वा इदानीं वयं किं वक्तुं शक्नुमः, अत्र कुत्र पदसंज्ञा भवति अपि च कुत्र भसंज्ञा भवति इति. तत् निर्णयं भवति विप्रतिषेधे परं कार्यम् इति येन अथवा अपवादभूतत्वा इति येन एव निश्चितं भवति. परन्तु अत्र सुप्रत्ययस्य विषये अत्र विप्रतिषेधे परं कार्यं वा अपवाद भूतत्वात् वा. अपवादभूतत्वा एव, विप्रतिषेधे परं कार्यं नास्ति अत्र. कथं वक्तुं शक्नुमः, तस्य सूत्रस्य संख्या अस्ति, किं सूत्रं एकसूत्रं कार्यं करोति चेत् तस्य पूर्वमेव अन्यसूत्रकार्यं कृत्वा तस्य परम् अनन्तरमेव कार्यं करोति चेत् तस्य तत् नित्यसूत्रं वा. यदि अत्र वयं तृतीयाविभक्ति एकवचन प्रत्ययं नयामः चेत् अत्र आ अस्ति अनुबन्धलोपानन्तरं, तदाधारेण तस्य इदानीं का संज्ञा भवितुमर्हति अपि च कथं तादृशनिर्णयं कर्तुं शक्नुमः. अत्र बासमेकः एव अजादिप्रत्ययः, अतः बासमेकः एव कार्यं करोति. अपि च अत्र असर्वनामस्थानसंज्ञकप्रत्ययः अपि अस्ति. असर्वनामस्थानमिति अतः तस्मात् प्राक् यः पदमस्ति, यः शब्दः अस्ति, तस्य पदसंज्ञा अपि भवितुम् अर्हति. अपि च एचिभम् इत्यनेन भसंज्ञा अपि भवितुम् अर्हति. इदानीम् अत्र अपवादत्वम् इति उक्तवान्, परन्तु तस्य समर्थनम् अपि करोति वा किञ्चित्? अत्र न शक्नोमि महोदय, क्षम्यतां महोदय. न न, चिन्ता चिन्ता मास्तु महोदय. विद्याभगिनी भवती वदति वा तस्मिन् विषये किञ्चित्? तर्हि तत्र क्षम्यतां, तर्हि अत्र स्वादेश्व सर्वनामस्थाने इत्यनेन तत्र अङ्गस्य पदसंज्ञा अस्ति. यचिबम् इति सूत्रेण यत्र यकारादि अजादि प्रत्ययः अस्ति तत्र अङ्गस्य भसंज्ञा अस्ति. तर्हि इदानीं माकडारात् एका संज्ञा इति सूत्रेण तत्र परशास्त्रं बलवत्. तर्हि परशास्त्रं बलवत् अत्र विप्रतिषेधे परं कार्यम् इत्यनेन अथवा अपवादभूतत्वेन इति अस्ति. तर्हि अत्र स्वादिश्वसर्वनामस्थानम् इति इति अत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति. युगपत् स्वादिश्वसर्वनामस्थाने अपि च यचीबं स्वादिश्वसर्वनामस्थानम् इति इत्यस्य कार्यक्षेत्रं बृहत् अस्ति. यचीबम् इति अस्य कार्यक्षेत्रं तत्र एव भवति यत्र यकारादि अजादिप्रत्ययः परः अस्ति. यत्र यत्र यकारादिप्रत्ययः अजादिप्रत्ययः अस्ति तत्र तत्र स्वादेशसर्वनामस्थानसंज्ञा स्वादेशसर्वनामस्थाने इति सूत्रमपि आगच्छति. तर्हि सर्वत्र स्वादेशसर्वनामस्थाने इति एव कार्यं करोति चेत् तर्हि अत्र यचिबम् इति सूत्रस्य निरवकाशत्वं भवति इति कृत्वा तत्र तत्र अपवादबलेन यचिबम् इति सूत्रं कार्यं करोति. यत्र यकारादिप्रत्ययः अजादिप्रत्ययः अस्ति चेत् तत्र अङ्गस्य बहुसंज्ञा भवति इति अस्ति. इदानीमत्र मणिमहोदयः, मणिमहोदय अवगतवान् वा? आम्, यत् सूत्रं स्थाने कार्यं करोति चेत् तदेव अपवादत्वात्. पुनः पुनः वदतु महोदय. बहवः स्थाने यत् सूत्रं बहवः स्थानेषु कार्यं करोति, वेन् कम्पेर्ड् टु द अदर् सूत्रं किञ्चित् स्थाने कार्यं करोति चेत् किञ्चित् स्थाने यत् सूत्रं कार्यं करोति तदेव अपवादत्वात् कार्यं करोति इति. न तथा न किल महोदय, अत्र अत्र यत्र यत्र यथा विद्याभगिनी उक्तवती यत्र यत्र यचिभम् आगच्छति तत्र स्वादिश्वसर्वनामस्थाने अपि आगच्छति. आम्, परन्तु विपरीतं न भवति किल, इत्युक्ते यत्र स्वादिश्वसर्वनामस्थाने इति इत्यस्य प्रसक्तिः अस्ति तत्र यचिभं भवति इति तु न. अत्र उदाहरणार्थम् अत्र भ्याम् इति प्रत्ययं नयामः चेत् किं भवति? अत्र इदानीं वदतु, भ्याम् अस्ति, भ्यां प्रत्ययं नयामः चेत् अत्र कीदृश चिन्तनं भवति? अत्र भ्याम् अस्ति चेत् परसमीका भवति, अत्र यचिबं कार्यं करोति. यचिबं करोति वा अत्र? यचिबं न करोति महोदय. यचिबं न करोति किल, अतः न करोति. परन्तु यदि आ अस्ति प्रत्ययः, तृतीयविभक्ति एकवचनप्रत्ययः, अत्र किम् अस्ति इदानीम्? अत्र यचिबं कार्यं करोति. यचिबं कार्यं करोति, अपि च स्वादिश्वसर्वनामस्थाने इत्यस्य प्रसक्तिः अपि अस्ति वा अत्र? मम आसर्वनामस्थानम् अस्ति किल, अतः यदि अत्र यचीभं न कार्यं करोति किं भवति इदानीं? यदि आ इत्यस्य विषये यचीभं न कार्यं करोति तर्हि यचीभम् इत्यस्य अवकाशः अन्यत्र भवति वा? सादिषु सर्वनाशं कार्यं करोति चेत् अन्यत्र कार्यं करोति न करोति किल, तस्य निरवकाशः भवति किल? आम् आम् आम्, अजादिप्रत्ययस्य कृते अत्र यचीभम् इत्यस्मिन् सूत्रे यकारादिप्रत्ययः अपि च अजादिप्रत्ययः दत्तमस्ति, अतः यत्र अजादिप्रत्ययः अस्ति तत्र यचीभं न कार्यं करोति, तर्हि यचीभम् इत्यस्य अत्र अचि इति यः भागः अस्ति तस्य निरवकाशत्वं भवति किल? आम् आम् महोदय, अतः तस्य अवकाशः एव न भवति, अतः यचीभम् इति अपवादत्वेन कार्यं करोति। भवान् सम्यकेव उक्तवान्, परन्तु अपवादः किमर्थम् इति प्रश्नः, तावदेव। मम एकः प्रश्नः अस्ति महोदय, अत्र यद्यपि अहम् उक्तवती अपवादसूत्रम् इति, परन्तु तत्र मम मनसि एकः सन्देहः अस्ति। सामान्यतया यत्र विप्रतिषेधे परं कार्यम् अथवा अपवादसूत्रं यदि वयं वदामः, तत्र तु कार्यं किमपि कार्यम् अस्ति, तत्र विधिसूत्रम् अस्ति इति कृत्वा तत्र कार्यम् अस्ति इति कृत्वा वयं वदामः अपवादः इति, परन्तु अत्र तु किमपि कार्यं नास्ति, अत्र तु संज्ञासूत्रम् अस्ति, द्वयमपि संज्ञासूत्रं, यत्र संज्ञासूत्रमस्ति तत्रापि वयम् अपवादः इति तथा वक्तुम्, अपवादः विप्रतिषेधे परं कार्यमिति कथं वक्तुं शक्नुमः इति मम प्रश्नः। अत्र साधारणतया तादृशप्रसङ्गः न आगच्छति, परन्तु आकडारादेकासंज्ञा इति सूत्रं किं वदति अत्र, यदि कस्यचिदपि संज्ञा द्वयं भवितुम् अर्हति अपि च संज्ञासूत्रद्वयमपि आकडारादेकासंज्ञा इत्यस्य परिधौ अस्ति, तदानीम् एकस्य एव कार्यम्, एका एव संज्ञा भवति इति आकडारादेकासंज्ञा इति सूत्रं वदति, अतः कथं वा वयं निर्णेतुं शक्नुमः अत्र कस्य किं सूत्रम् अत्र कार्यं करोति इति? कार्यम् इत्युक्ते अत्र संज्ञाकार्यमेव, अतः एतस्य प्रसङ्गः, नो चेत् किमपि अत्र किं वदामि, संशयः न भवति किल। ओ तर्हि भवान् वदति अत्र आकडारात् एका संज्ञा सूत्रमेव वदति, तत्र एकस्य एका एव संज्ञा भवति, परन्तु कथं वयं निर्णयं कुर्मः? सूत्रं तु किमपि तथा न वदति किल, परशास्त्रमेव बलं तथा न वदति, न सूत्रं न वदति, परन्तु अत्र इदानीं अत्र सूत्रं यथा भवती उक्तवती, सूत्रं वदति एकस्य एका एव संज्ञा भवति, यदि अत्र सूत्रद्वयं वा त्रयं वा तदधिकं वा कार्यं प्रसक्तिः एकत्र भवति तस्मिन् समये, यदि तानि सूत्राणि अस्मिन् सूत्रस्य कार्यक्षेत्रे अथवा परिधौ सन्ति, तदानीम् एका एव संज्ञा भवति इति, अतः किमपि निर्णयं कथं वा कुर्मः वयम्? अतः एव अत्र विप्रतिषेधे परं कार्यम् इति तु सपाद सप्ताध्याय्यां तस्य प्रसङ्गः अस्ति एव. अपि च वयम् अत्र परिभाषासूत्रमपि जानीमः. परिभाषासूत्रं नास्ति, परिभाषा. अत्र पूर्वपरनित्य अन्तरङ्ग अपवाद अपवादानाम् उत्तरोत्तरं बलीयः इति सूत्रं परिभाषा अस्ति किल, तदपि अत्र तस्यापि उपयोगं वयं उपयोगं वयं कुर्मः एव. केवलं विधि इत्यस्य कृते तु न, परन्तु अत्र यत्र कुत्रापि किञ्चित् किं वदामः अत्र सङ्घर्षः वा सूत्रद्वयस्य प्रसक्तिः अस्ति, तत्र तस्य कस्य सूत्रस्य प्रसङ्ग किं वदामि कस्य सूत्रस्य किं सूत्रं बलवत् भवति इति निर्णयं तु अत्र एतेन एतया परिभाषया एव वयं कुर्मः. अस्तु अस्तु महोदय. अपि च यत्र विप्रतिषेधे परं कार्यम् इति अस्ति तत्र कार्यं तु भवति कस्य बलमिति, अपि च तत् सूत्रम् आकडारात् एका संज्ञा इति अधिकारे आगच्छति, तर्हि अधिकाररूपेण तत्र. अपि च तस्य अनन्तरमेव अस्ति किल विप्रतिषेधे परं कार्यमपि. आम् 141 142. अस्तु अस्तु, अग्रे गच्छामि इदानीं. हेमा भगिनी भवती करोति वा? आं महोदय. अग्रे अस्ति सर्वनामस्थाने चासम्बुद्धौ इति. नः अङ्गस्य उपधायाः दीर्घः सर्वनामस्थाने असम्बुद्धौ च. तर्हि इदं सूत्रं उपधादीर्घस्य विषयं वदति. यत्र सर्वनामस्थानसंज्ञा अस्ति इत्युक्ते सप्तषु स्थलेषु भवति सर्वनामस्थानं, परन्तु तत्र सम्बोधनविषये न भवति. असम्बुद्धौ इत्युक्ते तत्र न भवति. तर्हि नः अङ्गस्य इति वदामः चेत् तत्र यत्र यत्र अङ्गस्य अन्ते नकारः अस्ति तादृश अङ्गस्य उपधास्थितस्य वर्णस्य दीर्घः भवति इति. उदाहरणत्वेन तत्र राजन् शब्दः अस्ति इति. अद्य कुर्मः भगिनि, तदेव कुर्मः यथा वयं कृतवन्तः. अस्तु भगिनि. अत्र परन्तु अत्र असम्बुद्धौ अपि अस्ति, तस्मिन् विषये किञ्चित् वदति वा भगिनि? अत्र सम्बोधनं तु प्रथमासम्बोधनम् इत्येव वदामः. तर्हि तत्र केवलं प्रथम एकवचने यः सम्बोधनरूपम् अस्ति तत्र उपधादीर्घः न भवति असम्बुद्धौ. इत्युक्ते अत्र सर्वनामस्थानसंज्ञकप्रत्ययात् प्राक् नकारान्त अङ्गस्य उपधायाः दीर्घः भवति, परन्तु सम्बोधना प्रथमा एकवचनप्रत्ययात् प्रत्ययः अस्ति वा? प्रायः अस्ति एव. पूर्वं यः अङ्गः यदङ्गमस्ति नकारान्तङ्गमस्ति अत्र उपधायाः दीर्घः न भवति इति, अन्यत्र भवति इति. यत्र कुत्रापि सर्वनामस्थानसंज्ञकप्रत्ययः अस्ति तस्मात् प्राक्. अस्तु भगिनि, इदानीम् अत्र विद्याभगिनी. किं महोदय? अनन्तरम् अस्ति किल नलोपः प्रातिपदिकान्तस्य इति. क्षम्यताम्, न लोपः प्रातिपदिकान्तस्य. प्रातिपदिकसंज्ञकपदस्य अन्ते विद्यमानस्य नकारस्य लोपः. न लुप्तषष्टिकं पदं लोपः प्रथमान्तं प्रातिपदिकलुप्तषष्टिकं पदम् अन्तस्य षष्ट्यन्तम् अनेकपदमिदं सूत्रं पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं प्रातिपदिकस्य पदस्य अन्तस्य नः लोपः. सूत्रमस्ति न लोपः प्रातिपदिकान्तस्य इति अस्ति. यत्र प्रातिपदिकसंज्ञा अस्ति अपि च पदसंज्ञा अस्ति, पदस्य अन्ते अस्ति, तत्र पदस्य अन्ते नकारः अस्ति चेत् नकारस्य लोपः भवति इति सूत्रं वदति. एतत् सूत्रं पदस्य इत्यस्य अधिकारे अस्ति. अत्र अनुवृत्तिसहितसूत्रं प्रातिपदिकस्य पदस्य अन्तस्य नः लोपः. प्रातिपदिकसंज्ञा पदसंज्ञा अन्ते पदान्ते नकारस्य लोपः इति सूत्रम्. अत्र इदानीं किञ्चित् वदति वा, एकस्य एव प्रातिपदिकसंज्ञा अपि च पदसंज्ञा भवितुम् अर्हति वा? आकडारादेका संज्ञा इत्यस्य प्रसक्तिः न भवति वा अत्र? अत्र तु अत्र सुप्तिङन्तं पदम् इति आकडारात् एका संज्ञा इति क्षेत्रे अस्ति. अर्थवतधातुरप्रत्ययः प्रातिपदिकम् इति प्रातिपदिकविधायकसूत्रं, तत् सूत्रं तु आकडारात् एका संज्ञा इति क्षेत्रे नास्ति. अपि च कृत्तदितसमासाश्च इति प्रातिपदिकसंज्ञासूत्रं, तदपि आकडारात् एका संज्ञा इति सूत्रे नास्ति. तर्हि केवलं सुप्तिङन्तपदम् एव आकडारात् एका संज्ञा इति क्षेत्रे अस्ति. अतः अत्र आकडारात् एका संज्ञा इत्यस्य प्रसक्तिः नास्ति, यतोहि अत्र संज्ञाद्वयं तस्मिन् क्षेत्रे नास्ति. तर्हि प्रातिपदिकसंज्ञा अपि पदसंज्ञा द्वयमपि एक द्वयोः सहवासः भवितुम् अर्हति. बहु समीचीनं भगिनि. इदानीम् अत्र मणिमहोदय, भवान् अग्रिमं पठति वा? आम् महोदय. अल्लोपो अन्नः वसमीकपरे अङ्गवयवस्य अन्बाहः तस्य अकारस्य लोपो भवति. अत् लुप्तषष्टिकं पदं लोपः प्रथमान्तम् अलोपः प्रथमान्तम् अनः षष्ट्यान्तं त्रिपदं तं सूत्रम्. अनः इत्यस्य अवयवस्ति विभक्तिः बस्य अङ्गस्य इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रं बस्य अङ्गस्य अनः अधः लोपः. सूत्रं वदति बसमिक परे कुत्र कुत्र आसरणस्थाने अजादिप्रत्ययः वा यकारप्रत्ययः वा अस्ति चेत् तस्य पूर्वं सुधः शब्दस्वरूपस्य स्थाने कार्यं करोति इति वदति. अत्र प्रत्ययस्य नाट् प्रत्ययस्य धातोः अन्धस्य प्रातिपदिकस्य अन्धस्य अनः अस्ति चेत् तस्य लोपः तस्य पूर्वं सिद्धया अकारः लोपः भवति महोदय. कस्य पूर्वस्य अकारः लोपः भवति? नकार नकारस्य पूर्वं सिद्धस्य तत् उपदायां च इति वदामः चेत् नकारस्य अन्भागस्य अकारस्य लोपः. यः अन्भागः अस्ति तस्य अकारस्य लोपः भवति. इत्युक्ते अन्भागे यः अकारः अस्ति सः अकारस्य तस्य अकारस्य लोपः भवति इति. अन्भागः यदस्ति अङ्गावयवस्य अन्भागः, तस्मिन् यः अकारः अस्ति तस्य लोपः भवति इति. यथा भवान् उक्तवान् अत्र एतत् सूत्रं तु भसंज्ञकप्रत्ययात् प्राक् यः यदङ्गमस्ति तस्य अन्तिम अन्भागस्य अकारस्य लोपः भवति इति. धन्यवादः महोदय. अस्तु, इदानीं किं कुर्मः, अत्र यदा वयं वर्गे कृतवन्तः अत्र राजन् इति प्रातिपदिकं नयामः, नीत्वा अत्र किं कुर्मः, सप्त विभक्तिरूपाणि सूत्रस्य आधारेण वयं वदामः. इदानीमत्र हेमा भगिनी भवती आरम्भं करोति वा? अस्ति वा भगिनि? अस्मि. राजन् इति प्रातिपदिकं प्रथमः विभक्तिः प्रथमप्रत्ययः अस्ति सु इति, तर्हि राजन् योगः सु इति, तत्र अनुबन्धलोपानन्तरं सकारः एव तिष्ठति, राजन् योगः सकारः. इदानीं राजन् इति प्रातिपदिकमस्ति, अर्थवदधातुरप्रत्ययः इति कृत्वा तत्र प्रातिपदिकसंज्ञा अस्ति. अपि च तत्र सकारः तु अपृक्तस हल् वर्णः इति कृत्वा तत्र हल्ङ्याभ्योसुतिस्य पृक्तं हल् इति कारणेन सकारस्य लोपः भवति. तर्हि राजन् एव इदानीम् अवशिष्यते. तर्हि सुप्तिङ्गन्तं पदम् इति कारणेन तत्र राजन् इति रूपस्य पदसंज्ञा अपि भवति. तर्हि इदानीं स्थितिः राजन् इति शब्दस्वरूपे प्रातिपदिकसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति इति. इदानीं द्वयमपि अस्ति चेत् तत्र नलोपप्रातिपदिकान्तस्य एकनिमिषं महोदय, तत्र तत् नलोपप्रातिपदिकान्तस्य एकं तर्हि सूत्रद्वयोः प्रसक्तिः अस्ति अत्र, नलोपप्रातिपदिकान्तस्य अपि च अल्लोपो नः न, परन्तु अल्लोपो नः न, क्षम्यतां, सर्वनामस्थाने चासम्बुद्धौ इति सूत्रद्वयोः प्रसक्तिः अस्ति. तर्हि सपादसूत्राध्यायाम् अस्ति इति कृत्वा तस्य कार्यं प्रथमं भवति, अतः सर्वनामस्थाने चासम्बुद्धौ कारणेन अङ्गस्य उपधायाः दीर्घः भवति, अतः अत्र राजान् इति भवति. इदानीं राजान् प्रातिपदिकसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति इति कृत्वा नलोपप्रातिपदिकान्तस्य इति कारणेन प्रातिपदिक संज्ञकपदस्य अन्ते स्थितः नकारस्य लोपः भवति, अतः राजान् तत्र नकारस्य लोपः भूत्वा राजा इति प्रथमरूपं भवति. परन्तु अत्र किञ्चित् क्रमस्य विषये अपि चिन्तयति वा भगिनी? अत्र हल्न्याभ्यो दीर्घासुतिस्य पृक्तं हल् प्रथमं भवति वा? तत्र षष्टमाध्याये अस्ति इति मन्ये किल महोदय, तत्र षष्टमाध्याये अस्ति प्रथमपादे इति मन्ये. हल्न्याभ्यो दीर्घासुतिस्य पृक्तं हल् इति षष्टमाध्यायस्य प्रथमपादे प्रथमपादे अस्ति. तर्हि सर्वनामस्थाने चासम्बुद्धौ, सर्वनामस्थाने चासम्बुद्धौ परसूत्रम् अस्ति इति कृत्वा प्रथमं दीर्घं भवति, तर्हि राजान् योगः सु इति स्थितिः. तदनन्तरं द्वितीयं भवति हल्ङ्याभ्योसुतिस्य पृक्तं हल् कृत्वा सकारस्य लोपः भवति, तदनन्तरमेव न लोपः प्रातिपदिकान्तस्य इति न लोपः भवति. क्रमः मया दोषेण चिन्ता मास्तु, अस्माकं अभ्यासार्थमेव किल वयं चिन्तनं कुर्वन् स्मः. अस्तु अस्तु अस्तु, अत्र इदानीम् अग्रे अपि करोतु भगिनि, पूरयतु अत्र प्रथमाविभक्तिरूपाणि. अस्तु, राजन् योगः औ इति अस्ति. इदानीं राजन् योगः औ, अत्र औ इति अजादि प्रत्ययः अस्ति, तर्हि तत्र न तत्र भसंज्ञा न आगच्छति, न तत्रापि सुपर्यन्त सूतः एव आगच्छति इति कृत्वा तत्र सर्वनामस्थानकसंज्ञकप्रत्ययान् अतिरिच्य अत्रापि भसंज्ञकः भवति वा महोदय? परन्तु अत्र सर्वनामस्थानसंज्ञा असर्वनामस्थान एव भवति इति कृत्वा अत्र भसंज्ञा न भवति, परन्तु अत्र कस्य सूत्रस्य प्रसक्तिः इत्युक्ते सर्वनामस्थाने चासम्बुद्धौ इति कारणेन अत्र उपधा दीर्घः भवति प्रथमकार्यं. तर्हि राजान् योगः औ इति, तदनन्तरं केवलं मेलनं भवति राजानौ इति. तदनन्तरं तृतीयम् अस्ति सुवौ जस्ट् इति, तर्हि राजन् योगः जस्ट् इति अस्ति. इदानीं तत्र अवशिष्यते केवलम् अस् इति. अत्रापि समानकार्यं भवति, सर्वनामस्थान स्थानम् अस्ति इति कृत्वा सर्वनामस्थाने च सम्बुद्धौ. इति कृत्वा राजान् इति भवति प्रथमं, राजान् योगः अस् इति. इदानीं राजान् योगः अस् राजानस् इति, तदनन्तरं ससजुषुरुः खरवसानयोर्विसर्जनीयः कारणेन तत्र सकारस्य स्थाने ऋत्वम् आगत्य तदनन्तरं विसर्गः आगत्य राजानः इति. तर्हि राजा राजानौ राजानः. आहत्य चिन्तनं किम् अस्ति भगिनि अत्र? प्रथमं किं चिन्तनं कुर्मः? न, भवतः प्रश्नः इत्युक्ते अत्र अस्माकं अवगमनार्थं अत्र राजन् इत्यस्य कार्य विभक्तिरूपाणि निष्पादनार्थम् अत्र प्रथमचिन्तनं किम् अस्ति अस्माकम्? अत्र प्रत्ययस्य का संज्ञा अस्ति इति वयं चिन्तनं कुर्मः. वदतु भगिनि. प्रत्ययः सर्वनामस्थानम् अस्ति वा असर्वनामस्थानम् अस्ति वा इति द्रष्टव्यं. सर्वनामस्थानम् अस्ति चेत् तत्र के सूत्राणां केषां सूत्राणां प्रसक्तिः इति द्रष्टव्यं. परन्तु यदि तत्र असर्वनामस्थानम् अस्ति चेत् तत्र कस्य प्रसक्तिः अस्ति इति द्रष्टव्यम्. अत्र प्रथमपञ्च स्थलेषु केवलं सर्वनामस्थानसंज्ञा भवति इति कृत्वा प्रथमाविभक्तौ केवलं सर्वनामस्थानसंज्ञकः यत्र तेषां प्रसक्तिः भवति तेषां सूत्राणामेव प्रसक्तिः अस्ति इति प्रथमकार्यमस्ति. तर्हि सर्वनामस्थानसंज्ञा अस्ति, वदतु महोदय. तदेव तदेव सर्वनामस्थानसंज्ञा अस्ति भूत्वा इति कृत्वा सर्वनामस्थान प्रातिपदिकम् अस्ति, नकारान्त अङ्गम् अस्ति इति कृत्वा सर्वनामस्थाने च सम्बुद्धौ इति सूत्रस्य प्रसक्तिः प्राप्तिः प्राप्तिः अपि तावदेव. तत्र प्रथमं वयं नलोपः भवति इति तत्र पदसंज्ञा अपि द्रष्टव्यम्. तत्तु अग्रे अग्रे कुर्मः इदानीमत्र. अस्तु, इदानीमत्र धन्यवादः. मणिमहोदय, भवान् करोति वा द्वितीयविभक्तिरूपाणि? द्वितीयविभक्तिरूपम् अत्र अम् अस्ति, राजन् राजन् इति प्रातिपदिकं महोदय. आं, राजन् योगः अम् अस्ति अत्र. अम् अपि सर्वनामस्थानं सूत्रमे सर्वनामस्थानं स्थाने अस्ति, अतः राजन् योगः अम् अत्र नकारपूर्वसिद्ध उपदाः दीर्घः भवति सर्वनामस्थानसूत्रं सम्बुद्धौ इति सूत्रेण, अतः राजान् योगः अम् इति भवति. अतः राजान् राजानम् इति रूपं भवति महोदय. राजान् राजानम् इदानीमत्र अम् इति अम् इति सर्वनामस्थानसंज्ञकप्रत्ययः इति कथं जानीमः? सुजस् अमौट् शब्दस्थले स्थलेषु सर्वनामस्थानं भवति भवति किल. सूत्रं किं सूत्रं किं शुड् शुड् अनुपुंसकलिङ्गस्य वा शुड् शुड् अनुपुंसकलिङ्गस्य नपुंसकस्य सुडनपुंसकस्य नपुंसकस्य आम् महोदय किल अत्र अम् इति इदानीम् अत्र राजन् इति पुल्लिङ्गशब्दः अतः अम् प्रत्ययः अत्र सुडनपुंसकस्य इत्यनेन अम् प्रत्ययस्य सर्वनामस्थानसंज्ञा भवति. अग्रे अग्रे अग्रे करोतु महोदय. अनन्तरम् औ अस्ति द्विवचने तदपि सर्वनामस्थाने सुडनपुंसकस्य सूत्रेण सर्वनामस्थाने अस्ति अतः अत्रापि नकारपूर्वस्य अकारः दुबदायः दीर्घः भवति राजान् योगः औ इति रूपं भवति योगेन राजानौ इति द्वितीय द्विवचने आगच्छति महोदय. अनन्तरं बहुवचने अस् इति रूपं सस्थाने अनुबन्धलोपानन्तरम् अस्य एव अस्ति. अत्र राजान् योः अस् राजा नस् अत्र सकारः रेपं भवति सस्वरुः इति सूत्रेण अनन्तरं कर्वसाने विसर्जने इति सूत्रेण विसर्गः भवति अतः राजा नः इति रूपं भवति. परन्तु अत्र अस् इति कीदृशप्रत्ययः अस् इति कीदृशप्रत्ययः राजन् इति पुल्लिङ्गप्रातिपदिकम् अस्ति इदानीं चिन्तयतु महोदय. अत्र सर्वनामस्थानं न भवति अस् इति बहुसम्यक् भवति महोदय. अतः अत्र केन सूत्रेण सूत्रं कार्यं करोति यत्र अजादि अथवा यकारादयः प्रत्ययः अस्ति चेत् अत्र यचिबम् इति सूत्रेण निर्णयः भवति बसमिका. परन्तु अत्र अस् इति प्रत्ययः कीदृशप्रत्ययः प्रथमम् अस् इति प्रत्ययः कीदृशप्रत्ययः सर्वनामस्थानसंज्ञकप्रत्ययः वा असर्वनामस्थानसंज्ञकप्रत्ययः वा? पुल्लिङ्गे सर्वनामस्थानं नपुंसकलिङ्गे एव सर्वनामस्थानं नपुंसकलिङ्गे अस् न भवति नपुंसकलिङ्गे अस् न भवति किल तत्तु भिन्नविषयः अस्ति पुल्लिङ्गविषये वदति इदानीं सर्वनामस्थानमेव अतः अकारः प्रत्ययः अकारः आरम्भतः अस्ति अतः भसंज्ञकस्थाने भवति अतः कस्य भसंज्ञा भवति इदानीम् अस् इति असर्वनामस्थानसंज्ञा अस्ति प्रत्ययस्य असर्वनामस्थानसंज्ञा अस्ति इदानीं कस्य भसंज्ञा भवति इति आसमिकप्रत्ययस्य पूर्वं सिद्धशब्दरूपस्य दट् प्रातिपदिकम् अस्ति चेत् किल राजन् इति एव आसमिका भवति. केन सूत्रेण राजन् इति भसंज्ञा भवति तस्य यचिबम् इति सूत्रेण यचिभम् इति सूत्रेण इदानीं राजन् योगः अस् अस्ति इदानीं किं भवति महोदय? अत्र बहुसम्यका भवति अत्र बहुसम्यकसूत्रं तस्य प्लेस् अल्लोपनः इति एव कार्यं करोति अतः अन् राजन् अन्बाहस्य अकारः लोपो भवति, अतः राज्योः इन् अनन्तरम् अस् इति अत्र नकारस्य परिवर्तनं भवति, तकारः यकारः अधः राज् सोहोसुनाश्चुः इति सूत्रं कार्यं करोति, अधः नकारस्य स्थाने ञकारः भवति, जकार ञकारयोः ज्ञा भवति, अधः राज्ञस् इति तस्य परं सकारस्य स्थाने ससुसूरुः इति रेपः भवति, तन् करवसाने इति सूत्रेण विसर्गः भवति, राज्ञः इति रूपं भवति महोदय. आहत्य रूपाणि वदति वा, आहत्य द्वितीयविभक्तिरूपाणि वदति वा महोदय? राजानं राजानौ राज्ञः. बहु समीचीनं महोदय. अस्तु विद्या भगिनी, तृतीय अत्र एकः प्रश्नः अस्ति. वयं भसंज्ञा इति उक्तवन्तः, तदनन्तरम् अल्लोपो नः कारणेन तत्र अकारस्य लोपः भवति, परन्तु सूत्रे महोदयेन दत्तं भसंज्ञके परे अङ्गव अवयवस्य अन्भागः तस्य अकारस्य लोपो भवति इति, परन्तु भसंज्ञके परे इति न आगच्छति किल, भसंज्ञकस्य भसंज्ञक अङ्ग अवयवस्य इति भवेत् किल महोदय? तत्र परे इति न, परे इत्युक्ते तत्र मिस्लीडिङ्ग् अस्ति किल, किञ्चित् भ्रमः जातः. अतः मम करपत्रे अत्र मम अहं मम पार्श्वे इदानीं मुद्रणं मुद्रितकरपत्रमस्ति, तस्मिन् अहं भसंज्ञकस्य इति लिखितवान्. अत्र भसंज्ञके परे इति इत्यनेन मम अपि किञ्चित् भ्रमः जातः, अतः भसंज्ञकस्य इति अहं लिखितवान्. सत्यं, यतोहि परे इत्युक्ते अस्माकं मनसि अस् इति भसंज्ञकः इति एकः चिन्तनमागच्छति. अस्तु, आम् अहमपि तथा एव कृतवती. ओ, अस्माकं हस्ते तादृशकरपत्रं नास्ति. अहं यथा अवकाशः भवति करपत्रं मुद्रणं कृत्वा एव भगिनि, किमित्युक्ते किञ्चित् लेखनम् अपि भवति किल, यथा महोदय वदति किञ्चित् लेखनमपि भवति, परन्तु महोदयः करपत्रं परिवर्तनं करोति कदाचित्, तस्मिन् समये किञ्चित् क्लेशः भवति, नो चेत् मुद्रणकरपत्रमेव पार्श्वे भवति मम पार्श्वे. अस्तु अस्तु, अस्तु, अत्र समीचीनं किल भगिनि अत्र? अस्तु, अग्रे गच्छामः इदानीं. विद्या भगिनी करोति वा तृतीयविभक्ति? राजन् योगः तत्र टा इति अस्ति, तत्र चुटु इति टकारः गच्छति, तर्हि आ एव राजन् योगः आ, तत्र आ इति अस्सर्वनामस्थानसंज्ञकप्रत्ययः अजादिप्रत्ययः, तर्हि तत्र यचीबम् इत्यनेन अङ्गस्य भसंज्ञा अस्ति. राजन् तत्र इदानीं तत्र राजन् तत्र अल्लोपोनः इत्यनेन तत्र अन् इति भागस्य अकारस्य लोपः भवति, तर्हि तत्र राज् यो राज् न इति जकारनकारयोः संयोगः अस्ति, तर्हि तत्र स्तोश्युनाश्चुः यथा पूर्वं तत्र जकारस्य प्रभावेन तत्र नकारस्य स्थाने ञकारः, तर्हि तत्र जकार यकारयोः ज्ञा ज्ञा इति ज्ञायोगः आ ज्ञा इति अहम् उच्चारणं सम्यक्तया न कृतवती, परन्तु राज्ञा इति रूपम्. अनन्तरं तत्र राजन्योगः भ्याम्, इदानीं भ्याम् इति हलादिः अस्ति, वलादिः अस्ति, तर्हि अत्र स्वादिष्वसर्वनामस्थाने इति सूत्रेण तत्र राजन् इति अङ्गस्य तत्र पदसंज्ञा अस्ति, भ्याम् इति असर्वनामस्थानसंज्ञकप्रत्ययः, तत्र राजन् इति भागस्य पदसंज्ञा अस्ति, प्रातिपदिकसंज्ञा अस्ति इति कृत्वा तत्र न लोपः प्रातिपदिकान्तस्य इति सूत्रेण तत्र नकारस्य लोपः भवति. तर्हि राजयोगः भ्यां राजभ्याम्। अनन्तरं राज राजनियोगः भिः, अत्रापि समानकार्यं, वलादिप्रत्ययः अङ्गस्य पदसंज्ञा अस्ति, प्रातिपदिकसंज्ञा अस्ति। बिस् इति वलादिप्रत्ययः अस्सर्वनामस्थानसंज्ञकप्रत्ययः। तर्हि तत्र पुनः अलोपनः इत्यनेन जकार उत्तरवर्ती अकारस्य लोपः, न क्षम्यताम्, अत्र पदसंज्ञा अपि च प्रातिपदिकसंज्ञा अस्ति इति कृत्वा नः लोपः प्रातिपदिकान्तस्य इत्यनेन तत्र राजन् इत्यस्मिन् नकारस्य लोपः। राजयोगः बिस् इति अस्ति, तत्र राजबिस्। इदानीं तत्र बिस् सकारः, पदान्ते सकारः, तत्र सुप्तिङ्गन्तं पदम् इत्यनेन पदम् अन्ते पदम् अस्ति। तत्र बिस् सकारस्य पदान्तसकारस्य रुत्वं ससजुषोरुः इत्यनेन, अनन्तरं तत्र करवसानयोर्विसर्जनीयः इत्यनेन पदान्तरेपस्य विसर्गः अवसानावस्थायां, तर्हि तत्र विसर्गादेशः, तर्हि राजभिः। समीचीनं भगिनि, अत्र प्रत्ययः तु भकारादिप्रत्ययः, परन्तु भासंज्ञा नास्ति तस्मात् पूर्वस्थितस्य भागस्य, अत्र किञ्चित् भ्रमः भवति एव अस्माकं कृते कदाचित्। अस्तु अस्तु, अग्रे हेमा भगिनी भवती करोति वा। अस्तु, राजन् योगः ङे इति स्थितिः, अनुबन्धलोपानन्तरम् ए अवशिष्यते। ए इदानीं प्रत्ययः अजादिः अस्ति इति कृत्वा प्रथमम् असर्वनामस्थानसंज्ञकः अस्ति, अपि च यजा तत्र अजादिः अस्ति इति कृत्वा राजन् इति शब्दस्य पदसंज्ञा प्राप्नोति। राजन् इति प्रातिपदिकम् अपि अस्ति, अतः अत्र असर्वनामस्थानम् अस्ति, तत्र अकारस्य लोपः भवति अल्लोपो नः इति कृत्वा अन्भागस्य अकारस्य लोपः भवति, तर्हि जकारनकारस्य संयोगः अस्ति, तत्र श्रुत्वसन्धि कारणेन तत्र नकारस्य यकारः भवति, अतः संयुक्ताक्षरः भूत्वा राज्ञयोगः ए राज्ञे इति रूपं भवति। अत्र किमर्थम् अल्लोपो नः इत्यस्य कार्यं भगिनि? अल्लोपो नः वदति, अल्लोपो नः तु तत्र भसंज्ञकः भवतु इति। इदानीम् ए इति असर्वनामस्थानम् अस्ति, अपि च अजादिः अस्ति इति कृत्वा तस्य पूर्वस्थितस्य शब्दस्वरूपस्य भसंज्ञा भवति, तर्हि राजन् इति इदानीं भसंज्ञकः अस्ति, अतः तत्र स्थितस्य अन्भागस्य अकारस्य लोपः भवति अल्लोपो नः सूत्रेण। अस्तु भगिनि, अग्रे अग्रे। तत्र पदसंज्ञा नास्ति किल, तत् तावदेव भसंज्ञा अपि च प्रातिपदिकसंज्ञा। अग्रे यथा भगिन्या उक्तं, तत्र समानकार्याणि भवन्ति, राजन्योगः भ्याम् इत्येव अस्ति, अत्र भ्याम् इति असर्वनामस्थानसंज्ञकः अस्ति, अपि च वलादिः अस्ति इति कृत्वा राजन् तत्र भसंज्ञा न भवति। इदानीं प्रातिपदिकम् अस्ति, अपि च पदसंज्ञां प्राप्नोति स्वादिशस्वरनामस्थाने इति कारणेन, अत्र इदानीं पदसंज्ञा अपि अस्ति, प्रातिपदिकम् अपि अस्ति, इदानीं तत्र नलो नकारान्तः अस्ति इति कृत्वा नलोपो नलोपः प्रातिपदिकान्तस्य इति सूत्रेण प्रातिपदिकसंज्ञक पदस्य अन्ते स्थितस्य नकारस्य लोपः भवति, अपि च राज इति भवति, राजयोगः भ्यां राजभ्याम् इति भवति। तदनन्तरं राजन्योगः भ्यस् इति, तत्रापि समानकार्याणि, असर्वनामस्थानसंज्ञा अस्ति, वलादिः अस्ति इति कृत्वा राजन् इति प्रातिपदिकस्य पदसंज्ञा अपि भवति, तर्हि प्रातिपदिकमस्ति पदमस्ति इति कृत्वा तत्र नलोपः भवति प्रातिपदिकान्तस्य इति कृत्वा राजयोगः भ्यस् इति राजभ्यस्। इदानीं पदान्तकार्यं भवति ससजुषोरुः कारणेन, सकारस्य रुत्वं, तदनन्तरं करवसानयोर्विसर्जनीयस्य कारणेन विसर्गः राजभ्यः. अस्तु भगिनि, इदानीं मणिमहोदय. अत्र अस् इति रूपम् अनुबन्धलोपस्य अनन्तरम् अस् इति रूपम् अस् अकारः अस्ति, अतः बसम्यकस्थाने अपि अस्ति. बसम्यक महोदय महोदय महोदय महोदय अत्र भसंज्ञक कस्य भासंज्ञा अस्ति इति अपि वदतु. किमर्थमित्युक्ते अत्र यथा भवान् उक्तवान् अत्र किञ्चित् संशयः भवति कस्य भासंज्ञा अस्ति इति, तदपि वदतु. अस् इत्यस्य का संज्ञा अस्ति इति अपि वदतु. अस् इत्यस्य का संज्ञा अस्ति, तदाधारेण राजन् इत्यस्य का संज्ञा अस्ति. राजन् योः अस् इति अत्र रूपं प्रत्ययः अजादिप्रत्ययः तस्य पूर्वम् अधः तस्य पूर्वं सिद्धः राजन् शब्दः एव बसंज्ञिका भवति. महोदय समीचीनं महोदय. राजन् योः अस् अत्र बसंज्ञिका भवति. बसंज्ञिका अस्ति चेत् अत्र किं कार्यं करोति, सूत्रम् अल्लोपो अनः इति सूत्रं कार्यं करोति. अत्र अन्भागस्य अकारः लोपः, अतः राज् योः इन् अनन्तरं अस् इति, अतः ञकारस्य नकारस्य स्थाने ञकारः आगच्छति. सोः स्नो सुनाश्चुः इति सूत्रेण अनन्तरं राज्ञन् राज्ञे योः अस् अस् इति सस्वरुः सजिने इति सूत्रेण विसर्गः भवति. राज्ञः इति रूपम् एकवचने भवति राज्ञः. अनन्तरं द्विवचने व्यां हल्वर्ण वलादिः, अतः पदसमिका भवति. पदसमिका भवति कार्यं करोति चेत् अत्र सूत्रं पदस्य प्रातिपदिकस्य न लोपप्रातिपदिकस्य पादिक प्रातिपदिकातस्य सूत्रं कार्यं करोति. अत्र नकारः लोपो भवति, अतः राजा राज योगः व्यां राजभ्याम् इति रूपं द्विवचने आगच्छति. अनन्तरं बहुवचने तथैव राजभ्यः इति रूपं भवति. आहत्य राज्ञः राजभ्यां राजभ्यः इति ओक रूपं रूपाणि भवन्ति महोदय. अस्तु, विद्याभगिनी अग्रिमं करोति वा. इदानीं अत्र पञ्चमी विभक्ति षष्ठीविभक्ति किल, षष्ठीविभक्तिः तत्र नस् ओस् आम् इति प्रत्ययः. तत्र नस् इत्यस्मिन् तत्र लशक्वतद्दिते इत्यनेन तत्र नकारः गच्छति, तर्हि अनन्तरं तत्र अन्ते ईकारः अपि गच्छति. अस् इति अवशिष्यते, तर्हि राजन्योगः अस् अस् इति अजादिप्रत्ययः अस् सर्वनाम स्थानसंज्ञकप्रत्ययः इति कृत्वा तत्र राजन् इति भागस्य बसंज्ञा अस्ति इति कृत्वा अत्र अल्लोपोनः इति सूत्रेण अन् इति भागस्य अकारस्य लोपः. तर्हि पुनः अत्र स्तुनाश्युः इति कृत्वा तत्र राज्ञस् इति अस्ति. अनन्तरं ससजुषोरुः इत्यनेन पदान्तसकारस्य रुत्वं करवसानयो विसर्जनीयः इत्यनेन विसर्गः. तर्हि राज्ञः इति रूपं. राजन्योगः भ्याम् अत्र भ्याम् इति वलादिप्रत्ययः असर्वनामस्थानसंज्ञप्रत्ययः. राजन् इति अङ्गस्य ओस् इति राजन्योगः ओस् इति अस्ति. तत्र ओस् इति पुनः अजादिप्रत्ययः, तर्हि अङ्गस्य बसंज्ञा तत्र यचीबम् इत्यनेन. तर्हि पुनः अल्लोपोनः इत्यनेन तत्र अकारस्य लोपः, अन् इति भागस्य अकारस्य लोपः. तर्हि तत्र पुनः तत्र स्तुनाश्युः इति कृत्वा तत्र अहं चिन्तयामि सुनाश्चुः अन्ते एव वयं कुर्मः. प्रथमं तत्र राजोस् इति कृत्वा तत्र ससजुषोरुः इति कृत्वा ऋत्वम् अनन्तरं विसर्गः, तदनन्तरमेव अन्ते वयं सुनाश्चुः इति कृत्वा तत्र राज्ञोः इति रूपं राजन्योगः. आम् तदा अस्ति वा भगिनि चतुर्थभागे? चतुर्थभागे अस्ति, परन्तु एकत्र नास्ति किल, अत्र कोऽपि सङ्घर्षः नास्ति किल? सङ्घर्षः नास्ति, परन्तु तत्र प्लस् सैन् इति नास्ति चेत् तत्र पदम् अस्ति इति कृत्वा ससजुषोरुः इति पूर्वसूत्रम् अस्ति इति कृत्वा ससजुषोरुः करवसानयोर्विसर्जनीयः. अत्र क्रमस्य आवश्यकता अस्ति वा? क्रमस्य आवश्यकता नास्ति, अहं केवलं मम मनसि क्रमः आगच्छति इति कृत्वा अहम् उक्तवती. अत्र क्रमस्य किमपि महत्त्वं नास्ति, परन्तु तत्र त्रिपाद्यां वयं क्रमेण एव कार्यं कुर्मः इति कृत्वा अहम् उक्तवती. राजन्योगः आम्, अत्र पुनः अजादिप्रत्ययः, पुनः तत्र अल्लोपनः इत्यनेन तत्र अङ्गस्य बसंज्ञा अस्ति इति कृत्वा अन् इति भागस्य अकारस्य लोपः, पुनः तत्र सोहोश्नाश्चुः इत्यनेन तत्र नकारस्य ञकारः, तर्हि राज्ञाम् इति अस्ति. राजन्योगः इ इति अस्ति, तर्हि अत्र मणिमहोदय. आं महोदय, राजन्योः ई अस्ति अत्र, ई अस्ति अजादिः, अतः तस्य पूर्वं राजन्तः बासमिका भवति, अत्र अल्लोपानः इति सूत्रं कार्यं करोति, अत्र अकारस्य अन्भागस्य अकारस्य लोपः, अतः राजन् इत्यस्य राज् अयोः इन् इ इति रूपम्, अतः पूर्वम् उक्तमध्ये स्तोः सुनोत्सुः इति कार्यं करोति, अत्र नकारस्य ञकारः आगच्छति, राज्ञयोः इ इति, अतः राज्ञे इति रूपम् अभवति. पुनः रूपं किं? राजन् अत्र बसमीकः, अतः अल्लोपो अनः इति सूत्रेण अकारस्य अन्भावस्य अकारस्य लोपो भवति, राज् इति राज् योः इन् अनन्तरं योः इ अस्ति, अत्र नकारस्य ञकार भवति सोः स्नोसुः इति सूत्रेण राज्ञयोः इ अत्र राज्ञे इति रूपं भवति. राज्ञे एकारः एत्वं वा एत्वं वदति वा? किमर्थमेकारः अत्र अन्ते? अत्र आं महोदय, क्षम्यतां महोदय, अत्र अकारः नास्ति अत्र अन्तिम राज्ञ इति, अतः इ एव अस्ति राज्ञी इति, क्षम्यतां महोदय. चिन्ता मास्तु, चिन्ता मास्तु. अनन्तरं पोस् अत्र तदपि बसमीकप्रत्यय भवति प्रातिपदिकं राजन्, अत्रापि अल्लोपनकार्यं करोति, राज्ञयोः ओहो राज्ञोः इति रूपं भवति, सकारस्य ससुरुः करवसानयसरिणिः इति सूत्राभ्यां परतः ओहो इति राज्ञोः इति द्विवचने, बहुवचने सुभासमिका नास्ति महोदय, सर्वनामस्थानं वा सुप्रत्ययः अथवा पदसमिका भवति वा महोदय? एकनिमिषः, हेमा भगिनी भवती वदति वा अत्र? आं महोदय, इदानीं राजन्योगः सुप् इति स्तुतिः, प्रथम पञ्चानां न आगच्छति इति कृत्वा सुप् इदानीं असर्वनामस्थान प्रत्यय संज्ञकः अस्ति. लोपानन्तरं केवलं पकारस्य लोपानन्तरं सु इत्येव अवशिष्यते. इदानीं राजन्योगः सु इति स्थितिः. सु इति इदानीं तत्र यजादि वा अजादि वा नास्ति, अतः तत्र राजन् इति भासंज्ञकः न भवति. परन्तु तत्र प्रातिपदिकम् अस्ति, असर्वनामस्थानम् अस्ति. तत्र एकनिमिषं महोदय, तत्र केषां प्रसक्तिः अस्ति इति पश्यामः चेत् तत्र असर्वनामस्थानमस्ति, अतः अल्लोपोनः न, अल्लोपोनः तु भसंज्ञके एव भवति, अतः तदपि न भवति. इदानीं राजन्योगः सु न लोपः प्रातिपदिकान्तस्य इति, यतोहि राजन् इति प्रातिपदिकम् अस्ति, अपि च स्वाविश्वसर्वनामस्थाने इति कारणेन तत्र पदसंज्ञा अपि भवति इति कृत्वा प्रातिपदिकम् अस्ति. असर्वनामस्थाने आम्, तर्हि पदसंज्ञा अस्ति, प्रातिपदिकम् अस्ति इति कृत्वा तत्र नलोपः भवति, तर्हि राज एव अवशिष्यते. राजयोगः सु राजसु. मणिमहोदय अवगच्छति वा इदानीं? राजसु अत्र महाप्राणसकारम् आगच्छति वा न भवति? यतोहि राजसु इति तत्र सकारस्य अकारः अस्ति किल, परन्तु इन् वर्णः नास्ति इति कृत्वा तत्र आदेशप्रत्ययोः कार्यं न करोति. महोदय अट्कुप्वाङ्गुनुं विवाय अपि सूत्रं कार्यं न करोति वा अत्र? तत्तु णत्वस्य विषये किल महोदय, षत्वविषये नास्ति किल. ओके ओके, धन्यवादः धन्यवादः, क्षम्यतां महोदय. अतः अतः रूपं किं वदति? राजसु न लोपः भवति, नकारलोपस्य अनन्तरं जकारः अस्ति, राजसु इति रूपं वा? आम् आम्, यतोहि राजन् इति शब्दस्वरूपे प्रातिपदिकम् अस्ति, पदमपि अस्ति इति कृत्वा न लोपः प्रातिपदिकान्तस्य कारणेन नकारस्य लोपः भूत्वा राजसु इति रूपम् आयाति. धन्यवादः महोदय. अस्तु अस्तु, इदानीम् अत्र आहत्य वयं वर्गे दृष्टवन्तः किल, अत्र अत्र सुबन्तेषु इदानीं यद्वयं पठितवन्तः तदाधारेण अत्र कार्यत्रयम् अस्ति इति. परन्तु पदनिर्माणार्थमत्र प्रथमं प्रत्ययः सर्वनामस्थानसंज्ञकप्रत्ययः वा असर्वनामस्थानसंज्ञकप्रत्ययः वा इति वयं तस्य प्रसङ्गः. अनन्तरं सर्वनामस्थानसंज्ञकप्रत्ययः अस्ति चेत् अत्र केवलं सर्वनामस्थाने चासम्बुद्धौ इत्यनेन अत्र नकारान्त अङ्गस्य पूर्वस्थितस्य अत्र नकारात् पूर्वं यः स्वरः अस्ति तस्य दीर्घत्वं भवति इति. असर्वनामस्थानसंज्ञकप्रत्ययः अस्ति तर्हि पूर्वस्थितस्य अङ्गस्य पदसंज्ञा अस्ति वा भसंज्ञा अस्ति वा? पदसंज्ञा अस्ति चेत् अत्र नकारस्य लोपः भवति. यदि भसंज्ञा अस्ति तर्हि अत्र अन्भागस्य अकारस्य लोपः भवति इति. अनन्तरम् अन्यानि कार्याणि. परन्तु अत्र प्रथमाविभक्ति एकवचने सा इति अपृक्तसंज्ञकप्रत्ययः अस्ति भूत्वा अत्र पदसंज्ञा भूत्वा अत्र पुनः अत्र न लोपः प्रातिपदिकान्तस्य इत्यस्य कार्यम् अत्रापि भवति। तावदेव इदानीं प्रश्नः नास्ति चेत् समापयामः। धन्यवादः महोदय। धन्यवादः, शुभरात्रिः। धन्यवादः महोदय।